अस्तु तर्हि अनेन अस्माकं भाषावर्गः आरभ्यते. तत्र गृहपाठरूपेण वाक्यद्वयं लेखनीयमासीत् द्विकर्मकधातूनाम्. अत्र शिल्पा भगिनी कृपया वदतु एकवारम् एकवाक्यम्. अस्ति वा भगिनि? अहं सम्यक्तया न अवगतवती. अहं अहम् अन्यत् किम् अकरवाम्? कृपया अन्य छात्रं पृच्छतु. अस्तु अस्तु नाम तत्र द्विकर्मकधातुः नाम कः इति जानाति खलु? आम् जानाति चेत् अस्तु पश्येम. सुब्रह्मण्यं महोदय कृपया. आं महोदय, वणिक् धान्यम् आपणं वहति, विकल्पेन वणिक् धान्यम् आपणे वहति. हा बहु समीचीनम्. अत्र वने हा अस्तु समीचीनमस्ति. सर्वे अवगच्छन्ति खलु वाक्यं? तत्र वहति इति वदति. तत्र वहति इति वहधातुः, वहधातुः च द्विकर्मकः. अतः तत्र गौणकर्मस्य विकल्पेन द्वितीयविभक्तिः. क्षम्यतां, गौणकर्मपदस्य. अस्तु अग्रे मीना भगिनी. अध्यापकः छात्रं पुस्तकं ददाति. छात्रम् इति गौणपदं. पुनः वाक्यं वदतु. अध्यापकः छात्रं पुस्तकं ददाति. किन्तु दातुः द्विकर्मकधातुः अस्ति. याचति इति अर्थम् अर्थेन अर्थं समानार्थम् अस्ति. तथा नास्ति. तत्र याचते इति आसीत्, याचते इति वा? याचते इति भिन्नार्थे अस्ति. ओ याचति, बेग् नाट् गिव्. क्षम्यताम्. तत्र द्वितीयधातुः अस्ति. तत्र वाक्यमासीत् याचते. तत्र दादातुः द्विकर्मकः नास्ति. अवगच्छामि. तत्र वाक्यं किम् आसीत्? वामनः बलिं वसुधां याचते. अत्र याचते इति प्रार्थनां करोति इति, नाम इच्छति इति तादृशार्थः, न तु ददाति. प्रार्थयते. आं महोदय, सम्यक् कृत्वा वाक्यं करोमि. अध्यापकः छात्रं पुस्तकं, छात्रः अध्यापकं पुस्तकं याचति. याचते याचते आम् याचते. अस्तु इदानीं समीचीनमस्ति. विकल्पेन छात्रः अध्यापकात् पुस्तकं याचते. हा इति इदानीं सम्यक् अस्ति. अस्तु किल भगिनि अग्रे. ग्राहकः विक्रेतारं धनं पृच्छति. पुनः भगिनि कृपया. ग्राहकः विक्रेतारं धनं पृच्छति. अस्तु तत्र ग्राहकः विक्रेतुः धनं पृच्छति. पृच्छति इति वदति खलु? पृच्छति धनमिति. आं धनं, किमपि वस्तु अस्ति चेत् धनं, कियत् धनमिति पृच्छति खलु तथा. अस्तु अस्तु हा समीचीनमस्ति. अस्तु अग्रे तर्हि सन्ध्या भगिनी अग्रे. अहं मित्रान् समाचारं वदामि. अहं कान् समाचारं वदामि? मित्रान्. न तत्र तत्र मित्रशब्दः कीदृशशब्दः अस्ति? लिङ्गं लिङ्गं पुल्लिङ्ग. न न मित्रशब्दः पुल्लिङ्गे सूर्यार्थे अस्ति. सूर्यः सूर्यार्थे अस्ति नपुंसकलिङ्गे. तर्हि मित्रां. किं न न बहवः मित्राः सन्ति. हा तत्र मित्राणि मित्रं मित्रे मित्राणि अस्ति. आम् आम् ओके. वदतु. अहं मित्राणि समाचारं वदामि. हा हा वदामि. हा तत्र विकल्पेन पुनः तस्य रूपद्वयं भवति खलु विकल्पेन. तत्र द्वितीयविभक्ति तत्र मित्राणि समाचारं द्वयोः पदयोः मध्ये किं गौणकर्मपदं किं प्रधानकर्मपदं समाचारम् इति गौणकर्मपदम् अथवा प्रधानकर्मपदम्? सदा तत्र गौणकर्मपदं भवति. अवगच्छामि. गौणकर्मपदं सदा द्वितीयविभक्ति वा? न न न अन्य ओके. प्रधानकर्मपदं तर्हि समाचारं समाचारम् इति किं गौणपदम् अथवा प्रधानपदं? प्रधान प्रधानपदं. हा तत् गौणकर्मपदं किं? मित्राणि. हा तर्हि विकल्पेन तस्य का विभक्तिः? न जानामि महोदय. तत्र करपत्रमस्ति वा गौणपदम्? आम् न गतसप्ताहे हा यत् तत्र अष्टमं वाक्यं पश्यतु. अष्टमं अष्टमवाक्यं किम्? ओ करपत्रे महोदय. आम् ओके एकनिमिषः. अहम् अन्य गृहे अस्मि. केवलं मम पुस्तकम् अस्ति. अस्तु अस्तु अत्र अन्य कोऽपि तत्र मीना भगिनी तत्र करपत्रमस्ति वा? कस्यचित् अस्ति वा? मम पार्श्वे अस्ति महोदय. भवान् कृपया अष्टमवाक्यं पठामि. पिता मानवकं धर्मं ब्रूते ब्रूते ब्रूते. पुष्पा भगिनी वा? अस्तु तर्हि पिता मानवकं धर्मं ब्रूते विकल्पेन. पिता मानवकाय धर्मं ब्रूते. हा तत्र मानवकं मानवकाय मानवकाय इति का विभक्तिः? चतुर्थी विभक्तिः. हा सन्ध्या भगिनी तत्र सन्ध्या भगिनी तत्र चतुर्थी विभक्तिः. ओके अवगच्छामि. मित्राभ्यां तत्र बहुवचने बहुवचने खलु मित्राणि? आं बहुवचने. तत्र चतुर्थी बहुवचने किमस्ति? मित्रेभ्यः. इदानीं सम्यक् वदतु. अहं मित्रेभ्यः समाचारं वदामि. इति समीचीनमस्ति. अस्तु इदानीं सहदेव महोदय वदति वा? आम् सः देवः चलनचित्रं कथं वदति? चलनचित्रं कथं वदति? सः देवः चलनचित्रं वदति इति किं कथम् स्यात्? चलनचित्रं वदति कथं वदति, लैक् said how the movie was. Oh. Astu na ha na tatra kim kartavim asti tatra atra katha iti tasya chalanachitrasya sthane tatra katha iti stapi tatra saralyartham. सः देवः कथां वदति खलु? इदानीं तत्र कथा इति प्रधानकर्मफलं भविष्यति, तत्र गौणकर्मफलम् अपेक्षितमस्ति. पुनः वदतु महोदय. गौणकर्मपदं किं स्यात्? गौणकर्मपदं कथां न कथाम् इति प्रधानकर्मपदम् अस्ति, तत्र तस्य नित्यद्वितीयविभक्तिः भवति नित्यम्. अत्र गते सप्ताहे भवान् आगतवान् वा? आगतवान् खलु? हा महोदय, अहं गौणकर्मपदं प्रधानकर्मपदं न अवगच्छामि. अस्तु अस्तु अस्तु, तर्हि शिल्पा भगिनी इदानीम् अवगच्छति वा? आम् अवगच्छामि. हा एकं वदति वा? मम स्वस्य वाक्यं वदामि कि अस्तु. लता सर्वाणि फलानि कौसौम्भं चिनोति. पुनः वदतु कृपया. लता सर्वाणि फलानि ओके. लता सर्वाणि फलानि अहं किं करोमि, यत् यतोहि प्रायः सहदेव महोदय स्वस्य दूरवाणीं तत्र म्यूट् कर्तुं शक्नोति वा, अतः अहं करोमि. इदानीं शिल्पा भगिनि स्टार् सिक्स् नोदयतु कृपया. स्टार् सिक्स् येषां गृहे पूर्वं वदामि. हा इदानीं वदतु. लता सर्वाणि फलानि कौसौम्भं चिनोति. अहं चिन्तयामि कौसौम्भम् इत्युक्ते ओरेञ्ज्. कौसौम्भम् इति न जानामि. सर्वाणि तत्र त्यजतु, तत्र लता सर्वाणि फलानि चिनोति इति किं वाक्यमासीत्? लता अस्तु अहं किञ्चित् परिवर्तयामि. लता फलानि कौसौम्भं चिनोति. न कौसौम्भं नाम किं, फलानि इति एव अस्ति, कौसौम्भम् इति अधिक आवश्यकता. I was trying to say from all of the fruits Lata chooses an orange. That was my initial one. Kim, of all the fruits, iti wa? Tas sarvani phalani iti na bhavatum arhati. Tatra kim syat? Tatra saptami syat, bahuvachane. But chinoti dvikarmaka asti na? न, किन्तु तत्र यत् सप्तमी विभक्तिः, यत् यत् किमपि पदमस्ति वाक्ये तस्य सप्तमी विभक्तिकत्वं न भवितुमर्हति, द्वितीयविभक्तिकत्वं. तत्र गौण यत् यत् चिनोति, इदानीम् अवगच्छामि भवत्याः समस्याम् अवगच्छामि. तत्र तेषु फलेषु इदं चिनोति इति समीचीनमस्ति, किन्तु तत्र यस्मात् तत्र यस्य पञ्चमी विभक्तिः भवति स्म, तस्य एव द्वितीयविभक्तिकत्वं भवेत्, न तु सप्तमी. तत्र वृक्षात् अवगच्छामि. तर्हि सर्वेषु लता, सर्वेषु फलेषु वृक्षात् कौसम्भम् अहं न जानामि इति अस्ति चेत् चिनोति. अवगच्छामि इदानीं. तर्हि तस्य वृक्षात् इत्यस्य विकल्पेन द्वितीय वृक्षात् करोतु. लता वृक्षात् कौसम्भं चिनोति. सर्वेषु फलेषु इति अपि भवितुमर्हति स्म. लता सर्वेषु फलेषु वृक्षात् कौसम्भं चिनोति. अस्तु. ओ सर्वेषु फलेषु लता वृक्षात् कौसम्भं चिनोति. इदानीं तर्हि सर्वेषु फलेषु सर्वेषु फलेषु लता वृक्षं कौशम्भं चिनोति. इदानीं वाक्यं समीचीनमस्ति. तत्र गौणकर्मपदं यत् किमपि पदं भवतु इति नास्ति. तत्र यत्र चिनोति अस्ति तत्र यस्य पदस्य पञ्चमी विभक्तिः भवति स्म तस्य द्वितीयविभक्तिकत्वं सम्भवति, नो चेत् न, सप्तमी इति न. स्पष्टं स्यात्? स्पष्टमस्ति. अस्तु, पुष्पा भगिनि वदतु वाक्यम्. Star 6. सर्वे अन्ये जनाः स्टार् सिक्स् नोदयितुं शक्नुवन्ति, येषां गृहे ध्वनिः किमपि नास्ति. गुरुः विद्यार्थिनं प्रश्नं पृच्छति. तत्र तत्र द्वितीयविभक्ति अन्तिम पदं तत्र रूपं किं स्यात्? विद्यार्थीं प्रश्नं गुणश तत्र गुणि इति कथं भवति? गुणि गुणिनौ गुणिनः द्वितीयविभक्तिः किं रूपं गुणि मम दोषः अस्ति वा? तत्र रूपं किं भवति? गुणिनाम् इति अस्ति खलु. विद्यार्थिनौ विद्यार्थिनः न, न भवत्याः एव दोषः, मम दोषः नास्ति. गुणिनामस्ति खलु. विद्यार्थीं न, गुणीनाम् इति मया उक्तम्. ओ विद्यार्थिनं प्रश्नं पृच्छति. अस्तु, प्रश्नं पृच्छति. गुण गुरुः विद्यार् अस्मिन् क्षणे तत् गृहपाठः मास्तु, न कृतवती इति वा? शीघ्रमेव वदतु। न कृतवती महोदय, न कृतवती। तर्हि रूपं किं स्यात्? पञ्चमीविभक्ति वदतु। न गृहपाठमपि न कृतवती, तादृशं पदमपि स्वीकृतवती यद् न जानाति इति समीचीनमस्ति वा? पञ्चमी किम्? अन्य कोऽपि वदतु। पञ्चमीविभक्त्यन्तं रूपं किं? वार्ता किं महोदय? पञ्चमविभक्त्यन्तं पदं किं विद्यार्थिन् शब्दस्य? विद्यार्थि नः वा किं किम् अस्ति? भूषभगिनी शीघ्रं वदतु। विद्यार्थिनः प्रश्नात् न भवती गृहे करोतु कृपया, किञ्चित् चिन्तनम् अस्माकं समयस्य तत्र दुरुपयोगं मा करोतु। अस्तु, अग्रे गच्छेम। इदानीं तत्र नित्यक्रियपदं नित्यगुण कर्मपदमस्ति खलु? प्रश्नम् उभयत्र प्रश्नमिति एव तिष्ठति। अग्रे गच्छेम। विद्यार्थिनः प्रश्नं पृच्छति, तर्हि कर्मणि प्रयोगे तत्र अखिला भगिनी वदति वा उदाहरणं? अस्तु, सुब्रह्मण्यं महोदय। महोदय, अहम् इदानीमेव पुनः आगतवान्। प्रश्नः कः? कर्मणि प्रयोगे उदाहरणानि वाक्यं। कर्मणि प्रयोगे? आ महोदय, अत्र प्रथमं कर्तरि अनन्तरं कर्मणि वदामि महोदय। हा हा, तथा। रामः राक्षसान् जयति, रामेण राक्षसाः जीयन्ते। हा, जयन्ति इति, हा समीचीनमस्ति। जी धातुः महोदय, अत्र जीयन्ते भवति खलु, राक्षसाः जीयन्ते। हा हा हा हा, तत्तु अस्ति, जीयन्ति जयन्ति तत्र, किन्तु जी धातुः तत्र सकर्मकः धातुः अस्ति वा? एकनिमेषः पश्यामि। अस्तु, अग्रिमम् उदाहरणं वदतु। अग्रिमं महोदय? अस्तु महोदय। युवां श्लोकान् जानीतः, युवाभ्यां श्लोकाः ज्ञायन्ते। हा, कर्तरिप्रयोगे किम् आसीत्? युवां श्लोकान् जानीतः, कर्मणि प्रयोगे युवाभ्यां श्लोकाः ज्ञायन्ते। हा अस्तु, बहु समीचीनमस्ति, वाक्यं समीचीनमस्ति। अनन्तरम् अन्य कोऽपि इदानीं किम् अखिला भगिनी अस्ति वा? अस्मि महोदय। कर्मणि प्रयोगे? आं, कर्मणि प्रयोगे नेत्रा जनाः उच्यन्ते, कर्तृप्रयोगे नेता जनान् वदति। सम्यक्तया न श्रुतवान्, कर्तृप्रयोगे किम् आसीत्? कर्तृप्रयोगे कर्मणि प्रयोगे अस्ति नेत्रा जनाः उच्यन्ते, क्षम्यतां, कर्मणि प्रयोगे अस्ति नेत्रा जनाः उच्यन्ते, नेत्रा जनाः उच्यन्ते। कर्तरिप्रयोगे किम् आसीत्? कर्तरिप्रयोगे नेता जनान् वदति। ओ ओ ओ, नेता, अस्तु, नेता जनान् वदति। अपि च कर्मणि? कर्मणि अस्ति नेत्रा जनाः उच्यन्ते। हा अस्तु, बहु समीचीनमस्ति वाक्यं, यत् कदापि सम्यक्तया न श्रूयते। द्वितीयं वाक्यं वदतु। आं, द्वितीयं वाक्यमस्ति, प्रथमं कर्मणि प्रयोगं, कर्मणि प्रयोगे कर्तरि अस्तु अस्तु आरक्षकः चोरान् दण्डयति आरक्षकेन क्षम्यतां महोदय एकवचने अस्ति आरक्षकः चोरं दण्डयति कर्मणि प्रयोगे आरक्षकेन चोरः दण्ड्यते हा अस्तु समीचीनमस्ति सुन्दरम् अस्तु अग्रे गच्छेम तर्हि शिल्पा भगिनि सः कृष्णः कर्तृप्रयोगः कृष्णः उत्तरं जानाति कर्मिणि प्रयोगः कृष्णेन उत्तरं नयते ज्ञायते ज्ञायते समीचीनमस्ति अस्तु अनन्तरम् अग्रे द्वितीयं भगिनि शुभा भगिनि अन्यत् वाक्यं केवलम् एकं पञ्चवाक्यानि लेखनीयानि आसन् अस्तु सन्ध्या भगिनी अस्ति वा अस्तु मीना भगिनी वदतु सः सङ्गीतं क्षम्यतां मीना भगिनी सः सङ्गीतं शृणोति तेन सङ्गीतं श्रूयते सङ्गीतः तत्र सङ्गीतशब्दस्य लिङ्गं किं सङ्गीतं नपुंसकलिङ्गं कोऽपि पश्यतु नपुंसकलिङ्गशब्दः अस्ति गीतं कोऽपि पश्यतु शीघ्रमेव अत्र अस्मिन् कार्ये कर्मपदस्य लिङ्गं किम् इति अवश्यं ज्ञातव्यमस्ति गीतशब्दस्य लिङ्गं किम् सङ्गीतशब्दस्य लिङ्गं नपुंसकलिङ्गम् इति शब्दकोशे अस्ति महोदय अस्तु अस्ति अस्ति अस्तु तर्हि समीचीनमस्ति अग्रिमं द्वितीयवाक्यं वदतु अहं कार्यं करोमि मया कार्यं क्रिये मया कार्यं क्रिये न अत्र तत् चिन्तनं समीचीनमस्ति किन्तु अत्र अहं कार्यं करोमि इत्यस्मिन् वाक्ये अहम् इत्यस्य इति अनुसृत्य इत्यस्य अनुगुणं तत्र करोमि इति अस्ति किन्तु यदा मया कार्यम् इदानीं क्रियपदं कस्य अनुगुणं भवति वचनं पुरुष इत्यादिकं कस्य अनुगुणं भवति क्रियपदम् उत्तमपुरुषम् एकवचनं न न न कस्य पदस्य अनुगुणं क्रियपदस्य रूपं भवति कर्मणि प्रयोगे कस्य पदस्य कर्तृपदस्य अथवा कर्मपदस्य कर्मपदस्य सो मया कार्यं क्रियते समीचीनं खलु अहं कार्यं करोमि मया कार्यं क्रियते अस्तु अग्रे सन्ध्या भगिनी अग्रे बिरालः बहिः चलति बिरालः बहिः चलति बिरालेन बहिः चल्यते अस्तु अत्र चलति इति समीचीनमस्ति वाक्यं तु समीचीनमस्ति इदानीं चल् धातुः सकर्मकः अथवा अकर्मकः इति वदतु अकर्मकधातुः अस्ति तर्हि अत्र भवत्या यद् वाक्यम् उक्तं तत् वाक्यं समीचीनमेव साधुवाक्यमस्ति किन्तु अत्र कर्मणि प्रयोगः इति न वदामः कर्मणि प्रयोगनामकरणं तदा भवति यदा धातुः सकर्मकः अस्ति. धातुः यदा सकर्मकः अस्ति, यदा धातुः अकर्मकः अस्ति तदानीं भावे प्रयोगः इति उच्यते. तस्य वाक्यस्य केवलं नामकरणं भिन्नम् अस्ति. धातुः अकर्मकः अस्ति चेत् बिडालेन चल्यते इति तत्र भावे प्रयोगे अस्ति, न तु कर्मे प्रयोगे. भावे प्रयोगे तर्हि कर्मणि प्रयोगे न, न, न, भवत्या यद् वाक्यमुक्तं तत्तु समीचीनमेव अस्ति. अग्रिमं द्वितीयं वाक्यमेकं वदतु. अस्ति वा? ओ आम्, अहं पुस्तकं पठामि. मया पुस्तकं पठ्येम. हा हा हा, पुनः तदेव अस्ति, वदतु. अहं पुस्तकं पठामि. मया पुस्तकं पठ्यते. पुस्तकम् अनुसृत्य रूपं भवति. पुस्तकं प्रथमपुरुषे एकवचने पठ्यते. पुस्तकं पठ्यते. इदानीम् अहं पुस्तकं पठामि. अहं पुस्तकानि पठामि. इदानीं करोतु. अहं पुस्तकानि पठामि. मया पुस्तकानि पठ्यन्ते. हा, इदानीम् अवगतं. बहु समीचीनमस्ति, बहु समीचीनमस्ति. हा अस्तु महोदय. पुष्पा भगिनि, वदामि. वदतु. माता पुत्रीं प्रश्नं पृच्छति. माता पुत्रै प्रश्नं पृच्छति. इदानीं कीदृशं वाक्यं वदति तत्र? द्विकर्मकवाक्यस्य पुनः वदतु. माता पुत्रीं प्रश्नं पृच्छति. माता पुत्रै न, तत्र चतुर्थी न भवति. पुत्र्या प्रश्नं पृच्छते. तत्र कर्मणि प्रयोगम् इति इदानीं त्यजतु. केवलं विकल्पेन गुणकर्मपदस्य पञ्चमी इति कृत्वा वदतु. प्रश्नं पृच्छति. माता पुत्र्याः प्रश्नं पृच्छति. हा अस्तु. द्वे मधु भ्रमरः उत्पादयति. पुनः वाक्यं. मधु भ्रमराय उत्पादयते. न भवत् तत्र ब्रह्मणा पुनः वाक्यं वदतु. भ्रमणम् उत्पादयति. मधु नाम किं? हनि उत्पादयति, प्रोड्यूस् न. कः उत्पादयति? कः उत्पादयति मधु? भ्रमरं भ्रमरः. ब्राह्मणः न, भ्रमरः. भ्रमरः बि नाम कस्यचित् नाम अस्ति वा? न, नाम नास्ति. मधु भ्रमरं भ्रमर बि न, तत् सम्यक्तया न वदति खलु. तत्र अन्य कोऽपि साहाय्यं करोति. तस्य नाम किं तत्र? ब्राह्मणः मधुम् उत्पादयति. ब्राह्मणः महोदय, भ्रमरः महोदय, बि हनि बि भ्रमरः भ्रमरः भ्रमरः भ्रमरः भ्रमरः भ्रमरः मधु उत्पादयति. अस्तु, तर्हि तस्य कर्मणि किमस्ति? भ्रमराय मधु उत्पादयते. कथं न का विभक्तिः अस्ति? कर्मणि प्रयोगे कर्तृपदस्य का विभक्तिः भवति? कर्तृपदस्य का विभक्तिः भवति कर्मणि प्रयोगे? तावत् न जानाति चेत् कथं भविष्यति? किञ्चित् तूष्णीं तिष्ठ्वा शृणोतु कृपया. कर्तृपदस्य अखिला भगिनी, कर्तृपदस्य का विभक्तिः भवति कर्मप्रयोगे? तृतीया महोदय. हा, तर्हि वाक्यं किं स्यात्? भ्रमरेण मधुः उत्पाद्यते. मधु इति नपुंसकलिङ्गशब्दः. मधु क्षम्यतां, तथा मधु इति नपुंसकलिङ्गपदमस्ति. मधु एव मधु उत्पाद्यते. न, पुनः वदतु वाक्यं. भ्रमरेण मधु उत्पाद्यते. उत्पाद्यते, हा, उत्पाद्यते. अस्तु, समीचीनमस्ति. उत्पादयति, उत्पाद्यते इति अस्ति. अस्तु, बहु समीचीनमस्ति. इदानीं तर्हि अग्रे गच्छेम. तत्र किञ्चित् अस्माकं पुस्तके अपि अस्ति अस्मिन् प्रसङ्गे. उत्पादयति, उत्पाद्यते इति कुत्रचित् दत्तमस्ति. कुत्र अस्ति? अत्र द्वाविंशति अधिकशततमे पुटे पश्यन्तु. अत्र सुब्रह्मण्यं महोदय, कृपया पठतु अवधेयम्. अवधेयम्? आम् महोदय. धातुः व्यञ्जनान्तः चेत् यकारयोजनेन कर्मणि रूपं सिद्ध्यति. यथा रक्षति, रक्ष्यते, रक्ष् योगः, य योगः ते. खादति, खाद्यते, खाद् योगः, य योगः ते. खाद्यते. येषां धातूनां कर्तरिप्रयोगे य दृश्यते, तेषां धातूनां कर्मणि प्रयोगे एकः एव यकारः दृश्यते. यथा क्षालयति, क्षाल्यते, सूचयति, सूच्यते. उत्पादयति, उत्पाद्यते. अनेन तत्र यकारात् प्राक् यः वर्णः अस्ति लकारः, तस्य लकारोत्तर अकारस्य लोपः भवति. क्षालयति, क्षाल्यते, सूचयति, सूच्यते, उत्पादयति, उत्पाद्यते इति रूपाणि भवन्ति. समीचीनमस्ति. अस्तु, तर्हि अत्र पाठस्य आरम्भः महोदय कस्मिन् पुटे? न, इदानीं का उक्तवती? पुष्पा भगिनी? न, सन्ध्या. सन्ध्या भगिनी, तत्र द्वाविंशति अधिकशततमे पुटे आसीत्. इदानीं कथा अस्ति, कथां पश्येम. कथा पाठस्य आरम्भे. पाठस्य आरम्भे अस्ति. अत्र क्रमेण पश्येम. तर्हि पाटानाचार्य राजेन्द्रः. अस्तु, एवं क्रमेण पश्येम. तर्हि सुब्रह्मण्यमहोदय तत्र आरम्भं करोतु. अनन्तरं सन्ध्याभगिनी, मीनाभगिनी, शिल्पाभगिनी, अखिलाभगिनी, पुष्पाभगिनी. महोदय, सहदेवमहोदय अपि अस्ति अत्र. सहदेवमहोदय अस्ति वा? सः म्यूट् मध्ये अस्ति इति अहं मन्ये. तत्र समस्या भवति सः यदा आगच्छति. अस्तु महोदय, एतत् सम्भाषणम् उच्चैः पठत. कर्मणि प्रयोगः वर्तमानकाले. कश्चन प्रधानाचार्यः संस्कृतकार्यक्रमेषु महती आसक्तिः तस्य. सः विद्यालये अध्यापकानाम् एकां गोष्ठीम् आहूय कार्यक्रमाणां सन्दर्भे चर्चां करोति. संस्कृतसप्ताहस्य आचरणावसरे अस्माभिः प्रतिवर्षं बहवः कार्यक्रमाः क्रियन्ते. अस्मिन् वर्षे अपि कार्यक्रमाः क्रियन्ते खलु? क्रियन्ते बहुवचने किमर्थम्? अत्र कार्यक्रमाः क्रियन्ते महोदय, अत्र कर्मणि प्रयोगे अस्ति. अस्माभिः बहवः कार्यक्रमाः क्रियन्ते. यदि कर्तरीप्रयोगे अस्ति तर्हि अत्र वयं बहूनि कार्यक्रमाः कुर्मः. कार्यक्रमशब्दस्य लिङ्गं किम्? कार्यक्रमः अत्र पुल्लिङ्गशब्दः महोदय. हा, तर्हि अत्र कर्तरिप्रयोगे तत्र अत्र कार्यक्रमशब्दः कर्तृपदम् अथवा कर्मपदम्? अत्र अत्र कर्मपदमस्ति महोदय. हा, कर्तरिप्रयोगे तस्य का विभक्तिः स्यात्? कर्तरिप्रयोगे तस्य प्रथमा विभक्ति बहुवचनम् अस्ति अत्र. क्षम्यता महोदय, कर्मणि प्रयोगे प्रथमा विभक्ति अस्ति, कर्तरीप्रयोगे तु अत्र कार्यक्रमान् द्वितीया विभक्ति भवति महोदय. वयं बहून् कार्यक्रमान् कुर्मः इति. इति अस्ति, समीचीनमस्ति. सन्ध्या भगिनि अग्रे. राजेन्द्रः: निश्चयेन श्रीमन्, अस्मिन् वर्षे प्रथमदिनस्य कार्यक्रमाय पञ्चमवर्गस्य छात्राः सज्जीकृताः. विद्यालयस्य पुरतः मार्गे स्थित्वा तैः सर्वेषां ललाटे तिलकं धार्यते. संस्कृतसप्ताहस्य शुभाशयाः उच्यन्ते. अत्र कर्मणि प्रयोगे वा किं किम् अस्ति? तैः तिलकां तिलकं तैः तिलकं धार्यते. तस्य कर्तरिप्रयोगे किं स्यात्? सर्वान् कुत्र सन्ति? ओ, छात्राः तिलकं धारयन्ति. बहु समीचीनमस्ति. अस्तु अग्रे, मीना भगिनी अग्रे. प्रधानाचार्यः: समीचीनम् एतत्. अभयवर्य, भवता किं चिन्त्यते इति कर्तरिप्रयोगे अभयवर्यः भवान् किं चिन्तयति इति रूपम्. चिन्तयति इति सकर्मकधातुः, तत्र मम शङ्का अस्ति यत् अकर्मकधातुः स्यात्, तत्र प्रायः भाविप्रयोगः इति वक्तव्यमस्ति, किन्तु रूपं तथा. अस्तु अग्रे गच्छेम तर्हि. इदानीं शिल्पा भगिनी अग्रे. द्वितीये दिने मया गीतस्पर्धा आयोज्यते. आयोज्यते, मया गीतस्पर्धा आयोज्यते, कर्तरी प्रयोगी अहं गीतस्पर्धाम् आयोजयति इति आयोजयामि आयोजयामि क्षम्यताम् आयोजयामि आयोजयामि न समीचीनमेव आयोजयामि आयोजयामि आयोजयामि अस्तु अग्रे गच्छेम तर्हि अखिला भगिनी अग्रे अहम् अस्मि महोदय अस्ति एव अखिला भगिनी वदतु कृपया आं तस्मिन् कार्यक्रमे कैः भागः गृह्यते तस्मिन् कार्यक्रमे के भागं गृह्णन्ति हा इति अस्ति समीचीनमस्ति अस्तु पुष्पा भगिनी अग्रे अभयः षष्ठवर्गस्य छात्रैः समूहगीतं प्रस्तूयते षष्ठवर्गस्य अत्र त्यजामः तत्र किञ्चित् काठिन्यमस्ति अत्र अग्रिमं करोतु छात्राः न छात्राः समूहगीतं भवतु नाम अग्रिमवाक्यं वदतु सप्तमवर्गस्य छात्रैः देशभक्तिगीतं गीयते सप्तमवर्गस्य छात्राः देशभक्ति गीतं गायन्ते तत्र गीयन्ते गै धातुः आत्मैपदि अथवा परस्मैपदि धातुः गायन्ति हा गायन्ति अस्तु अग्रे सुब्रह्मण्य आं महोदय तृतीये दिने संस्कृतभारत्याः विज्ञानप्रदर्शिनी आयोज्यते खलु तत्र दिने तृतीये दिने संस्कृतभारत्याः विज्ञानप्रदर्शिनी आयोज्यते खलु अत्र आयोज्यते खलु प्रदर्शिनी आयोज्यते खलु अत्र कर्तरीप्रयोगे प्रायः वयं विज्ञानप्रदर्शिनीम् आयोजयामः खलु अत्र कर्तृपदं न उक्तं तथा समीचीनमस्ति सन्ध्या भगिनी अग्रे कुत्र अस्ति न न न वयं योजयामः वयं वयमिति सः उक्तवान् वयम् आयोजयामः अस्तु अग्रे भगिनि आं श्रीमन् चतुर्थे दिने तु श्रावणपूर्णिमा अतः सर्वैः परस्परं रक्षासूत्रं बध्यते पञ्चमे दिने अष्टमवर्गस्य छात्रैः तत्र वीथीनाटकं प्रदर्शयते हा अस्तु अन्तिमवाक्यं तत्र कर्तरीप्रयोगे किं स्यात् अष्टमवर्गस्य छात्रैः वीथीनाटकं प्रदर्श्यते इति आम् क्षम्यतां प्रदर्शयते इत्युक्ते शो वा हा हा हा आम् ओके अस्तु अष्टमस्य ओके छात्र कर्तरि ओके आम् छात्रैः वीथिनाटकं प्रदर्शयन्ति. छात्रैः वीथिनाटकं प्रदर्श्यते इति कर्मणि अस्ति. इदानीं कर्तरि कर्तृपदं किम् अत्र? ओ क्षम्यतां, छात्राः तृतीय नास्ति, छात्राः प्रदर्शयन्ति. हा, पुनः वाक्यं पूर्णतया. आं, छात्राः वीथिनाटकं प्रदर्शयन्ति. हा, समीचीनमस्ति. अस्तु, ततः अग्रे मीना भगिनी. पङ्कज, षष्ठे दिने सर्वैः छात्रैः शोभयात्रा क्रियते, तदर्थं केन वस्तूनि सङ्गृह्यन्ते, केन फलकानि लिख्यन्ते, केन कुत्र नेतृत्वं विधीयते इत्येवं सर्वं निश्चेतव्यम्. षष्ठे दिने सर्वे छात्राः शोभयात्रा कुर्वन्ति. शोभयात्रा इति? शोभयात्रां कुर्वन्ति. तदर्थं कः वस्तूनि सङ्गृह्णाति? न, तदर्थं केन वस्तूनि, केन वस्तूनि सङ्गृह्यन्ते? केन, कः वस्तूनि सङ्गृह्णाति? क्षम्यतां, हा, गृह्णाति इति गृह्णाति इति न, गृह्णाति. गृह्ण इति न वद् न उच्यते. ब्रह्म इति न ब्रह्म, तत्र नियमः अस्ति. गृह्णाति, गृह्णाति, गृह्णाति. न न, हकारः अनन्तरमायाति. गृह्णाति, यद्यपि तथा लिख्यते तथा उच्चारणं न भवति, उच्चारणं तथा नास्ति. अत्र विशिष्टनियमः अस्ति. यथा चिह्नमिति वदामः अथवा चिह्नं वदामः, गृह्णाति. पुनः वाक्यं वदतु. तदर्थं कः वस्तूनि गृह्णाति? गृह्णाति, सङ्गृह्णाति. अत्र चिह्नं ब्रह्म इति नास्ति, चिह्नमिति नास्ति, चिह्नं गृह्णाति. अस्तु, अग्रे. कः फलकानि लिखति? कः कुत्र नेतृत्वं विधीयति इत्येवं सर्वं निश्चेतव्यम्. अत्र अत्र ज्योत्यादिगणे अस्ति, किञ्चित् विदधाति. कः नेतृत्वं विदधाति? कः नेतृत्वं, कः कुत्र नेतृत्वं विदधाति इत्येवं सर्वं निश्चेतव्यम्. अस्तु, समीचीनमस्ति. अग्रे शिपा भगिनी, अग्रे. विदधायति, इति भवती एव पश्यतु, किञ्चित् करोतु. धा इति धातु अस्ति, धा इति धातु अस्ति. अग्रे. साधु साधु, यदि सर्वैः मिलित्वा निश्चयते तर्हि, निश्चीयते तर्हि सर्वे आम् अस्माभिः तथैव क्रियते. सर्वैः मिलित्वा निश्चीयते इति कथं स्यात्? चीदातु यथा चिनोति. ओ निश्चय चिनोति. अस्तु, स्वादिगणे अस्ति, किञ्चित् काठिन्यं स्यात्. अग्रे अग्रिमं करोतु. अस्माभिः अस्माभिः तथैव क्रियते. वयं तत् देव कुर्मः. अत्र एकं पश्यामः, एकं सर्वे अवगच्छन्तु यत् वस्तुतः कर्मणि प्रयोगः इतोपि सुलभः अस्ति. अत्र पश्यन्तु, निश्चीयते इति किं स्वादिगणे अस्ति, कर्तरिप्रयोगे किञ्चित् काठिन्यमस्ति, किन्तु कर्मणिप्रयोगे काठिन्यं नास्ति. पुनः बध्यते इति तत्र बधधातुः रुदादिगणे अस्ति, तत्र निश्चयेन काठिन्यमस्ति कर्तृप्रयोगे, किन्तु कर्मप्रयोगे न किमपि. अतः वस्तुतः येषां भाषा किञ्चित् विकसिता अस्ति, ते तु आधिक्येन, यतोहि ते तु कर्मप्रयोगं जानन्ति, ते जनाः साधारणतया इतोपि कर्मप्रयोगे एव वदन्ति, यतोहि सौलभ्यमस्ति. कर्तरिप्रयोगे कर्तरिप्रयोगे धातूनां रूपाणि किञ्चित् कठिनानि सन्ति. अत्र इति अस्ति, पश्यन्ति कुत्रचित् काठिन्यमस्ति, यथा प्रस्तूयते, बध्यते, निश्चीयते इति, तत्र कर्मप्रयोगे न किमपि अस्ति, कर्तरिप्रयोगे तत् इतोपि ज्ञानमपेक्षितमस्ति. अस्तु, अग्रे गच्छेम. अखिल भगिनी, अग्रे कृपया. समग्रकार्यक्रमः केन निरूह्यते? कः समग्रकार्यक्रमं निरूह्यते? वस्तुतः निरूह्यते इति अत्र सम्प्रसारणी धातुः अस्ति, वह् धातुः, वहति इति उच्यते. अत्र सम्प्रसारणधातुः अस्ति, अत्र पुनः कठिनीम् आसीत्, अत्र धातुः कः इति द्रष्टव्यमस्ति. उच्यते, वह् धातुः अस्ति. अस्तु, वह् धातुः अस्ति, तर्हि कथं स्यात्? निर्वहति. तर्हि कथमस्ति? कः समग्रकार्यक्रमं निर्वहति? इति अस्ति, समीचीनम्. अत्र सम्प्रसारणे धातुः इति वदामः, यत्र किञ्चित् विशिष्ट परिवर्तनं भवति. अग्रे गत्वा तत्र बुधवासरस्य वर्गे करिष्यामः एतत् सर्वं. तत्र चिन्तितवती, तत् निरूहते इत्युक्ते अर्थः कः इति सम्यक् न अवगच्छति. तथा अस्ति, सम्प्रसारणी दातुः अस्ति. अस्तु, अग्रे. तर्हि किं सुब्रह्मण्य महोदय, अग्रे कृपया. राजेन्द्रः, मया अभयः मया मञ्चः अलङ्क्रियते. अहं मञ्चम् अलङ्करोमि. बहु समीचीनमस्ति. सन्ध्या भगिनी, अग्रे. मया सर्वाणि अपेक्षितानि वस्तूनि आनीयन्ते. अहं वस्तूनि आनयामि. बहु समीचीनमस्ति. अग्रे मीना भगिनी, अग्रे. पङ्कज श्वेत, आवाभ्यां कार्यक्रमार्थं छात्राः सज्जीक्रियन्ते. आवां कार्यक्रमार्थं छात्रान् सज्जीकुर्वः. आवां कार्यक्रमार्थं छात्रान् सज्जीकुर्वः इति अस्ति. समीचीनमस्ति. अस्तु, शिल्पा भगिनी, अग्रे. शिल्पा भगिनी, अग्रे अस्ति वा? अहम् अस्मि महोदय. भवती तु अस्ति. अस्तु करोतु. गीतानां रागसंयोजनाय नृत्यनिर्देशनाय च शिक्षिकया सहायं क्रियते किम्? गीतानां रागसंयोजन पुष्पभगिनी, तत्र कर्तरिप्रयोगे कर्मणिप्रयोगे तत्र परिवर्तनार्थं सिद्धान्तः कः इति एकवारं वदतु. किं परिवर्तनं भवति? प्रथमाविभक्ति, द्वितीयाविभक्ति, न तथा नास्ति किमपि. अत्र नियमः कः? अत्र कः नियमः अस्ति? अखिला भगिनी अग्रे कृपया वदतु. नियमः कस्ति? कस्य परिवर्तनं भवति? तत्र कर्मणि प्रयोगे कर्तृपदस्य तृतीया विभक्ति भवति, अपि च कर्मपदस्य प्रथमा विभक्ति. यदा वयं कर्तृप्रयोग प्रयोगे वदामः चेत् तत्र कर्तृपदस्य प्रथमा विभक्ति, कर्मपदस्य द्वितीया विभक्ति. हा, इति केवलं कर्तृकर्मपदयोः परिवर्तनम्, अन्यस्य न किमपि, अन्यस्य पदस्य न किमपि परिवर्तनमस्ति. अत्र संयोजनाय इत्यादि, तत्र नृत्यनिर्देशनाय इत्यस्य परिवर्तनं भविष्यति. पुष्पभगिनी, अत्र कर्मपदं किं, कर्तृपदं किम् अस्मिन् वाक्ये? कर्तृपदं किं, कर्मपदं किम्? गीतानां, गीतानां, गीतानां, गीतानाम् इत्यस्य का विभक्तिः? गीतानां षष्ठीविभक्ति. कर्तृपदस्य कदापि षष्ठीविभक्तिः भवति अथवा कर्मपदस्य? शृणोतु एकवारं, शृणोतु एकवारं, कर्तृपदं किम् अस्ति इति वदतु एकवारं. कर्तृपदं प्रथमाविभक्तिः अस्ति. न, अस्मिन् वाक्ये कर्तृपदं किम्? किम् क्रियते, किं, किम्? न, अस्तु. सुब्रह्मण्यं महोदय, कृपया साहाय्यं करोतु. अत्र सङ्गीतशिक्षिकया इति तृतीयाविभक्तिरूप्यन्तम् अस्ति. न, तृतीयाविभक्त्यन्तं पदम् अस्ति इति कृत्वा कर्तृपदम् अस्ति इति नास्ति. तत्तु कर्मणि प्रयोगे अस्ति महोदय. अत्र सङ्गीतशिक्षिकया इति कर्तृपदमस्ति. न, किन्तु कथं जानीमः? यतोहि तृतीयविभक्तौ अस्ति. न महोदय, अत्र तत्तु अत्र कार्यं तु करोति शिक्षिका, तत्कारणात् तत्तु कर्तृपदम् अस्ति. हा, अत्र कर्तृपदं कथं जानीमः? अपि च कर्मपदं कस्मिन्नपि वाक्ये, तत्र अर्थं दृष्ट्वा, विभक्तिं दृष्ट्वा इति न, अर्थं अर्थः द्रष्टव्यः. यथा मया आनन्देन कार्यं क्रियते, मया अपि तृतीयविभक्त्यन्तमस्ति, आनन्देन अपि तृतीयविभक्तमस्ति, अतः तृतीयाविभक्तिरूपमस्ति इति कृत्वा एव कर्तृपदमस्ति इति न वक्तुं शक्नुमः. आनन्देन इति कर्तृपदमस्ति वा? न महोदय. अतः अर्थं दृष्ट्वा एव अर्थः द्रष्टव्यः, अर्थं दृष्ट्वा एव वयं निर्णेतुं शक्नुमः खलु यः कार्यं अत्र सङ्गीतशिक्षिकया कर्तृपदमस्ति. कर्मपदं साहाय्यं कर्मपदमस्ति, क्रियते क्रियापदमस्ति. अस्तु समीचीनं. पुष्पभगिनी वदतु तर्हि. सङ्गीतशिक्षकः सहायं शिक्षकः कथमस्ति अत्र? शिक्षिकया इति लिखितमस्ति. शिक्षिका सङ्गीतशिक्षिका सहायं करोति. हा अत्र साहाय्यं, साहाय्यम् इति न साहाय्यं, साहाय्यं साहाय्यं करोति किम्? अस्तु बहु सम्यक् अस्ति. अग्रे अखिला भगिनी कृपया. निश्चयेन क्रियते. संस्कृतकार्यक्रमाय तस्याम् अपि महान् उत्साहः दृश्यते एव. तदर्थं मया सा सूच्यते. अस्माभिः सर्वैः ज्ञायते एव यत् संस्कृतसप्ताहस्य अन्तिमे दिने अस्माकं विद्यालयस्य वार्षिकोत्सवः अपि. तस्मात् सवैभवं कार्यक्रमः आचार्यते. निश्चयेन क्रियते, निश्चयेन कुर्मः. संस्कृतकार्यक्रमाय कार्यक्रमाय तस्याम् अपि महान् उत्साहं पश्यति एव. संस्कृतकार्यक्रमाय तस्याम् अपि तस्याम् अपि महान् उत्साहः दृश्यते एव. महान् उत्साहः दृश्यते इति वाक्यमस्ति. महान् महान् उत्साहः महानुत्साहम् इति महान्तम् उत्साहं पश्यति, दृश्यते, पश्यति. तदर्थम् अहं तां सूचयति, सूचयामि, क्षम्यताम्, अहं सूचयामि. अस्माभिः सर्वैः वयं सर्वे जानीमः एव यत् संस्कृतसप्ताहस्य अन्तिमे दिने अस्माकं विद्यालयस्य वार्षिकोत्सवः अपि. तस्मात् सवैभवं कार्यक्रमम् आचर्यामः. आचरयति रूपं किमस्ति? आचरयति, आचरयामः. समीचीनमस्ति, आचरयामः. अस्तु अग्रे सुब्रह्मण्यम् अग्रे. अद्यत्वे संस्कृतेन कृताः कार्यक्रमाः जनैः श्लाघ्यन्ते. प्रमुखेभ्यः क्रमेण करोतु. समीचीनम्. अस्तु महोदय. जनैः कार्यक्रमाः श्लाघ्यन्ते इति नयामि महोदय. अत्र जनाः कार्यक्रमान् श्लाघयन्ति. अद्यत्वे संस्कृतेन कृताः कार्यक्रमाः जनैः श्लाघ्यन्ते. अद्यत्वे अत्र पूर्णवाक्यं कथं करिष्यामि इति चिन्तयामि महोदय. अत्र जनाः कार्यक्रमान् श्लाघयन्ति, जनाः संस्कृतेन कृताः कार्यक्रमान् श्लाघयन्ति महोदय? पश्यतु, यत्र दीर्घवाक्यमस्ति तत्र केवलं पदद्वयस्य परिवर्तनं भवति, अन्यत् सर्वं यथावत् तिष्ठति खलु. तत्र शब्दक्रमस्य न किमपि महत्त्वं संस्कृतभाषायां. कुत्र किमपि शब्द कोऽपि शब्दः कुत्रापि भवितुमर्हति खलु. तत्र विभक्तिकारणात् अवगमनं तु भवति एव. अतः शब्दस्य शब्दक्रमस्य तत्र परम्परागतः शब्दः क्रमः शब्दक्रमः तु भवति परम्परागतः. किन्तु शब्दक्रमः यः कोऽपि भवतु, नाम तत्र दोषः नास्ति. अस्तु, अग्रे. प्रमुखेभ्यः अभिभावकेभ्यः सर्वेभ्यः संस्कृतानुरागेभ्यः च मया आमन्त्रणं प्रेष्यते. अत्र मया आमन्त्रणं प्रेष्यते, अहम् आमन्त्रणं प्रेषयामि. सर्वे पश्यन्तु, अत्र वाक्यं दीर्घमस्ति किन्तु प्रमुखेभ्यः इति चतुर्थी विभक्तौ अस्ति खलु. पुनः अभिभावकेभ्यः इति चतुर्थी विभक्तौ अस्ति. यदा हि पश्यामः यत् चतुर्थी विभक्तौ अस्ति, तदा हि जानीमः यत् अस्य परिवर्तने वाक्यस्य परिवर्तने पदस्य चतुर्थी विभक्त्यन्तस्य किमपि परिवर्तनं न भविष्यति. चतुर्थीविभक्त यतोहि कर्तृपदं कदापि चतुर्थीविभक्तौ न भवति, न कर्तृपदं न कर्मपदं. सर्वेभ्यः अपि तथा संस्कृत अनुरागिभ्यः इति एव एतत् सर्वं चतुर्थीविभक्त्यन्तं पदमस्ति. प्रमुखेभ्यः अभिभावकेभ्यः सर्वेभ्यः संस्कृतानुरागिभ्यः इति यथावत् तिष्ठति, किमपि नास्ति. अस्माकम् एकमेव कार्यं यथा महोदयेन कृतमस्ति, कर्तृपदस्य प्रथमाविभक्तिकत्वं भवति, पुनः कर्मपदस्य द्वितीयविभक्तिकत्वम् अस्ति, तावदेव. अन्यत् किमपि किमपि नास्ति, सर्वं यथावत् तिष्ठति. अस्तु, सन्ध्या भगिनी अग्रे. केचन प्रतिष्ठिताः अपि विशेषेण आहूयन्ते. तत्र परिवर्तनं करोतु. अधिकं न, तत् वाक्यं परिवर्तयतु. केचन प्रतिष्ठाः अपि प्रतिष्ठिताः अपि विशेषेण आहूयन्ते. विशेषेण आहूयन्ते. क्षम्यतां, विशेषेण आहूयन्ते. ओके. कर्तृपदं किं, कर्मपदं किं? कर्तृपदं प्रतिष्ठिताः कर्मपदं कर्तृपदं मया पृष्टं. कर्तृपदम् अहं वाक्ये कर्तृपदं नास्ति. हा, किन्तु किं पदं साधारणतया स्यात्? अहम् और् वयं? वयं वयम् अहं न वयं साधारणतया वयम् इति खलु. कथं जानात्? अत्र न उक्तं, किन्तु तस्य तादृश अर्थः अस्ति. वयं सर्वे मिलित्वा कार्यं कुर्मः अत्र, वयं सर्वे मिलित्वा, केवलम् एकः जनः न. नाम कथायाः अर्थं दृष्ट्वा एव वयम् अनुमानं कुर्मः, अनुमानं. सन्ध्या भगिनी, अनुमानं शब्दं जानाति? अनुमति? न न न न, अनुमानं न जानामि. अनुमानं नाम एस्टिमेट् इत्यादि. अस्तु, वयं चिन्तयामः कथायाः अर्थं दृष्ट्वा वयं चिन्तयामः यत् तथा स्यात् वयम् इति कर्मपदं किम् अस्ति? कर्मपदं विशेषं विशेषणं न विशेषेण ओ केचन प्रतिष्ठिताः केचन प्रतिष्ठिताः इति कर्मपदं कर्मपदद्वयमस्ति केचन इति विशेषणमस्ति प्रतिष्ठिताः इति विशेषम् अतः पदद्वयस्य परिवर्तनं स्यात् वयं वयं केचन प्रतिष्ठिताः आहूयामः चिन्तनं समीचीनमस्ति किन्तु कर्मपदं भवत्या उक्तं यत् कर्मपदं तत्र केचन प्रतिष्ठिताः कर्तरिप्रयोगे तत्र कर्मपदस्य का विभक्तिः? ओ द्वितीय ओ क्षम्यतां द्वितीय भवितुं भवेत् आवश्यकं तर्हि केचन आवश्यकम् आवश्यकमेव अव्ययं नास्ति अव्ययपदम् अस्ति चेत् परिवर्तनं न भवति यथा पृथक् शब्दः पृथक् अव्ययमस्ति अथवा यत्किमपि अस्ति अव्ययपदं यस्य परिवर्तनम् अत्र तथा नास्ति अत्र केचन प्रतिष्ठितान् प्रतिष्ठितान् इति अस्ति केचन केचन इत्यस्य द्वितीयविभक्त्यन्तं पदं रूपं किम् अस्ति अखिला भगिनी कांश्चन कांश्चन इति अस्ति तत्र अनुस्वारः अस्ति कान् कः कौ कः कौ के कं कौ कान् कान् इति भवति कान् योगः चन इति सन्धिकार्यमस्ति नकारस्य स्थाने अनुस्वारः तालव्यषकारः एतत् सर्वं वयं पठितवन्तः पूर्वम् अस्मिन् वर्षे कांश्चन अस्तु वयं कांश्चन प्रतिष्ठितान् आहूयामः आह्वयामः अस्ति अस्तु अस्तु तर्हि अग्रे गच्छेम इदानीं मीना भगिनी अग्रे तेषां पुरतः चिताः सांस्कृतिककार्यक्रमाः प्रस्तूयन्ते वयम् इति अत्र स्तू धातु स्तौति इति भवति स्तौति इति किञ्चित् काठिन्यमस्ति रूपे त्यक्त्वा अग्रे गच्छेम अन्ते च पुरस्काराः प्रदीयन्ते पुरस्काराः इति कर्मपदं क्रियापदं वाक्ये न अस्ति वयम् इति अनुमानं कृतवती अन्ते च पुरस्कारान् प्रददामः न न न ददातुः तत्र हा रूपं किं स्यात् ददाति वयं वयं ददामः न न किमस्ति दद्मः प्रदद्मः हा वयं पुरस्कारान् दद्मः इति समीचीनमस्ति अन्ते च वयं पुरस्कारान् दद्मः प्रदद्मः अस्तु अग्रे शुभभगिनी अग्रे शुभभगिनी नास्ति तर्हि अखिला भगिनी अग्रे अस्मि महोदय अस्मि महोदय हा किन्तु भवती अनन्तरं करोतु अखिला भगिनी अस्मि कार्य वयम् अखिला भगिनी मया उक्तं खलु भवत्याः नाम अखिला अस्ति न न न शृणा अखिला भगिनी कृपया प्रतीकचिह्नानि प्रमाणपत्राणि च वितीर्यन्ते प्रतीकचिह्नानि प्रमाणपत्राणि च वितीर्यति वितीर्यन्ते इति तरति वितरति इति अस्ति तरति वितरति तरति अस्तु तर्हि वयं वयं प्रतीकचिह्नानि प्रमाणपत्राणि च वितरामः इति तथा किमपि अस्ति तरति इति तरामः वितरामः इति तथा किमपि नास्ति अस्ति अग्रे वयं सर्वे सम्भूय संस्कृतसप्ताहम् आचराम कार्यक्रमं यशस्विनं च कुर्याम अस्तु बहु समीचीनमस्ति इदानीं अग्रे एतत् सर्वं केवलम् उदाहरणरीत्या दीयते पुष्पागणे अग्रे किञ्चित् पठतु आं महोदय एतानि वाक्यानि सावधानताय सावधानता उच्चैः पठत छात्रेण श्लोकः पश्यते पठ्यते पठ्यते पठ्यते अध्यापकेन ग्रन्थः लिख्यते बालेन चाकलेहः खाद्यते सुधया फलानि इष्यन्ते सुधया मया फलरसः पीयते मित्रेण लेखन्यः नीयन्ते तेन भिक्षा त्यज्यते दुर्जनैः सज्जनाः निद्यन्ते अस्तु एतत् सर्वं यदि न किमपि न कुर्मः न कोऽपि लाभः अस्ति छात्राः छात्रः सुब्रह्मण्यमहोदय अग्रे पठतु कृपया अस्तु महोदय अस्माभिः देवः अर्च्यते परिवर्तनमपि करिष्यामि महोदय चिन्तयामि समयः न्यूनः अस्ति किन्तु जानाति चेत् वदतु अस्तु महोदय अस्माभिः देवः अर्च्यते वयं देवम् अर्चयामः अग्रे त्वया कथाः उच्यन्ते त्वं कथां वदसि समीचीनमस्ति नेत्रा देशः रक्ष्यते अत्र नेत्रा नेता देशं रक्षति रजकैः वस्त्राणि क्षायन्ते रक्षयति रक्षयति अस्तु महोदय नेता देशं रक्षयति नेता देशं रक्षयति अथवा रक्षति महोदय रक्षति रक्षति रक्षयति इति रक्ष्यते इति रक्षयति नेता देशं रक्षयति रक्षयति रक्ष्यते चुरादिगणे अस्ति चुरादिगणे अस्तु महोदय रजकै कथं जानीमः महोदय अत्र यदि चुरादिगणे अथवा तुरादिगणे दाता धातुः कस्मिन् गणे इति द्रष्टव्यम् इति ज्ञातव्यमस्ति कस्मिन् परन्तु दर्शनेन न जानीमः दर्शनेन न जानीमः रक्ष्यते इति अस्य दर्शनेन भुआदिगणे अस्ति चुरादिगणे अस्ति इति न जानीमः यतोहि कर्मणि प्रयोगे यकारः तु आगच्छति एव इति कथनस्य आशयः तत्र तदानीं कर्तुं शक्ष्यामः यदा धातुः कस्मिन् गणे अतः कर्तरिप्रयोगे काठिन्यमस्ति कर्मणि प्रयोगे काठिन्यं नास्ति अस्तु अग्रे सन्ध्या भगिनी अग्रे वदतु महोदय क्षम्यतां प्रश्नः अस्ति तत्र रक्षति इति अपि तस्य कर्मणि प्रयोगरूपं किम्? हा, रक्षति, रक्षति इति अपि तस्य रूपं तथा अस्ति. तस्य प्रायः गणद्वयमस्ति. केषाञ्चित् धातूनां धातुगणद्वयमस्ति, धातुगण चतुर्थीमस्ति, पञ्चकमस्ति. रक्षति इति अस्ति भ्वादिगणे अस्ति वा अथवा द्रष्टव्यमस्ति अथवा चुदादिगणे द्रष्टव्यमस्ति प्रायः वादिगणे एव अस्ति. इदानीम् अहं तत्र बृहद्धातु कुसुमाकरे पश्यन्ति अस्मि, रक्षति तत्र वादिगणे अस्ति, परन्तु तत्र कर्मणि प्रयोगं किम् इति नास्ति इति मन्ये. रूपं समानमस्ति, तथा अस्ति चेत् रूपं समानमस्ति. रक्षति, तर्हि तत्र नेतादेशं रक्षति इति दोषः नास्ति. तर्हि दोषः नास्ति, दोषः नास्ति. रक्षति, रक्षयति इति द्वयोः अपि रक्ष्यते इति कर्मप्रयोगे. परन्तु अर्थमपि समीचीनं खलु महोदय? अत्र नेता देशं रक्षति अथवा नेता देशं रक्षयति, अर्थभेदो नास्ति. अस्तु महोदय, अर्थभेदो नास्ति. तत्र कुत्रचित् अर्थभेदः अस्ति, अत्र न. सन्ध्या भगिनी अग्रे. रजकैः वस्त्राणि क्षाल्यन्ते. अर्थः न जानामि. ओ, वस्त्रं जानाति खलु, वस्त्रम्? आं जानामि. मलिनः अस्ति. अस्तु. रजका वस्त्राणि. रजकैः इति का विभक्तिः? किं वचनं? तृतीया विभक्ति इदानीं. रजकैः वचनं आं बहुवचनं. हा, तर्हि? ओ, तर्हि रजकाः. रजकाः वस्त्राणि क्षालयति. बहु समीचीनमस्ति. अस्तु, समयस्य अभावेन अग्रे गच्छेम. तर्हि मीना भगिनी अग्रे. युष्माभिः सत्कार्यं क्रियते. यूयं सत्कार्यं कुरुत. हा, समीचीनमस्ति. अस्तु, इदानीं शुभभगिनी नास्ति खलु? अस्तु, अस्तु अग्रे. भवता पत्रिकाः स्थाप्यन्ते. भवान् पत्रिकाः स्थापयति. हा, बहु समीचीनमस्ति. साधु, पुष्पा भगिनी अग्रे. महोदय, पत्रिकान् स्थापयन्ति. लिङ्गं किं? पत्रिका स्त्रीलिङ्गे अस्ति. अग्रे गच्छतु. भवद्भिः चोरः ताड्यते. भवद्भिः भवन्तौ भवद्भिः लिङ्गं तत्र वचनं किं? भवद्भिः वचनं किं? स्त्रीलिङ्ग वचनं बहुवचने अस्ति, शीघ्रं करोतु, समयः जातः. बहुवचन बहुवचन तृतीया भवति. वदतु तर्हि. भवन्तः चोरं ताडयन्ति. अस्तु, समीचीनमस्ति. अग्रे अखिला भगिनी. बालेन विषयाः ज्ञायन्ते, बालः विषयान् जानाति. अस्तु, सुब्रह्मण्य महोदय. कविना गीतं रच्यते, कविः गीतं रचयति. इति अस्ति. सन्ध्या भगिनी अग्रे. सर्वैः नियमाः पाल्यन्ते, सर्वे नियमा स्त्रीलिङ्गशब्दः नियमः अनियमः सर्वे नियमम् अत्र वचनं किम्? बहुवचनम्. नियमान् सर्वे नियमान् पालयन्ति. बहु समीचीनमस्ति. अस्तु, मीना भगिनी अग्रे. भवत्या कार्यक्रमः अवलोक्यते, भवती कार्यक्रमम् अवलोकयति. बहु समीचीनमस्ति. अग्रे शुभा भगिनी, शीघ्रम् अन्तिमम्. भवतीभिः स्पर्धाः भवतीभिः स्पर्धाः आयोज्यन्ते. भवत्याः स्पर्धान् आयोज्यन्ति. स्पर्धा इति शब्दः लिङ्गं किम् अस्ति अस्य शब्दस्य? स्पर्धा अस्ति खलु? स्पर्धा स्त्रीलिङ्ग्. तर्हि भवत्याः स्पर्धाः आयोजयन्ति. समीचीनमस्ति. अस्तु, सम्यक्तया अस्माकं व्यासः जातः. अग्रिमे सप्ताहे ततः अग्रे गच्छामः. तत्र कर्तृप्रयोगे धातुः कस्मिन् गणे अस्ति इति ज्ञात्वा एव वयं निश्चेतुं शक्नुमः तस्य रूपं किम् इति मनसि निधाय अग्रे गच्छेम. तर्हि अस्तु, धन्यवादः, नमस्कारः सर्वेषां. धन्यवादः. धन्यवादः. नमस्कारः महोदय. Thank you.